नमस्सर्वेभ्यः. पुनः अस्माकं नूतनव्याकरणवर्गे सर्वेषां स्वागतम्. गते सप्ताहे वयं माहेश्वरसूत्राणां विषये पठितवन्तः, अवगतवन्तः च. इदानीं तस्मिन्नेव विषये किञ्चित् अभ्यासं कुर्मः. अत्र कोऽपि वदति वा, अत्र विनयमहोदय वदति वा, कति सूत्राणि सन्ति, कति माहेश्वरसूत्राणि सन्ति? नमस्कारः भगिनि. जयन्त महोदय. हा, नमस्ते. चतुर्दश, इमानि चतुर्दश महेश्वराणि सूत्राणि सन्ति. हा, चतुर्दशसूत्राणि सन्ति इति जानीमः. सम्यक्. अत्र रमा भगिनी वदतु, अत्र माहेश्वरसूत्रे किम् अस्ति? माहेश्वरसूत्रे चतुर्दशसूत्राणि सन्ति. माहेश्वरसूत्राणि वर्णमालाः सन्ति, परन्तु नूतनतया नूतनरीत्या अस्ति. माहेश्वरसूत्रेषु स्वराः, व्यञ्जनाः व्यञ्जनानि सन्ति, परन्तु सूत्रेषु माहेश्वरसूत्रेषु विसर्गः वा, अनुस्वारः वा, जिह्वामुलि वा, उपद्मानीयः वा, तत्र नास्ति. सूत्रेषु विसर्गः, अनुस्वारः, जिह्वामुलिः, उपधमान्यः इति नास्ति. एकैक सूत्रेषु अन्तिमवर्णः व्यञ्जनम् अस्ति. तत् व्यञ्जनस्य इत्संज्ञा भवति. तस्य सूत्रेषु तत् व्यञ्जनस्य ग्रहणं न भवति. बहु सम्यक् भगिनि, समीचीनं समीचीनमस्ति. तर्हि अत्र वसन्ती भगिनी वदति वा, प्रत्याहारः नाम कः? Can you repeat again, please? प्रत्याहारः इत्युक्ते किम्? प्रत्याहारः वर्णानां समूहः इति अस्ति. समीचीनम्. उदाहरणार्थम्? उदाहरणार्थं ऐ उन् रुलुक् अत्र प्रत्याहारः, अत्र अयुण् इति उक्तवती, समीचीनं. तत्र प्रत्याहारः कः? प्रत्याहारः अक् लैक् हल् अक्. हा, अक् इति उक्तवती, समीचीनम्. अक् इति प्रत्याहारः. अक् प्रत्याहारे के के वर्णाः? रुळु. हा, समीचीनम् समीचीनं. प्रत्याहारः इत्युक्ते वर्णानां समूहः. तत्र अक् इति प्रत्याहारे अकारः, इकारः, उकारः, ऋकारः, ऋकारः. हा, अन्ते अण् इति प्रत्याहारस्य अन्ते यः वर्णः अस्ति, णकारः, तस्य का गतिः? नकारस्य का गतिः? अण् इति प्रत्याहारे नकारः, नकारस्य ग्रहणं भवति वा? नकारस्य ग्रहणं, नकारः इत्संज्ञकवर्णः खलु. हा, तस्य ग्रहणं न भवति. समीचीनं समीचीनं भगिनि. हरि ओम्. हा, नमस्कारः. हरि ओं, श्रूयते वा? हा, श्रूयते. सावित्री भगिनी वा? आमाम्. हा, अस्तु. अन्ये के के सन्ति समोचितम्? आम् आं भगिनि, नमस्कारः. राधिका अस्मि, परन्तु अहं बहिः अस्मि, अतः अस्तु अस्तु अस्तु, चिन्ता नास्ति, अस्तु, धन्यवादः. अन्य कोऽपि अस्ति वा? अहं रमा शिवरामन्, अहमपि बहिः अस्मि. म्यूट्. अस्तु अस्तु अस्तु भगिनि, अवगतम्. अन्य कोऽपि प्रश्नः किं भगिनि? प्रश्नः न, अन्य अन्य कोऽपि अस्ति वा नूतनतया यः योजितः? राम राम राम राम भगिनि, दिस् इस् अनुराधा हियर्. अनुराधा भगिनि, नमस्कारः. हा नमस्कारः. अस्तु अस्तु, समीचीनं. सर्वे कृपया म्यूट् मध्ये भवन्तु, ध्वनिः अस्ति. अत्र मोहन् महोदय वदति वा अत्र इच् इति प्रत्याहारे के के वर्णाः? भगिनि क्षम्यतां, पुनः वक्तुं शक्नोति? इच् इन् इच् इच् इच् इ उ रे लि ए ओ ऐ औ. बहु सम्यक्, समीचीनं, धन्यवादः. अग्रे मीना भगिनी वदतु, अम् इति प्रत्याहारे के के वर्णाः? मीना भगिनी, अस्तु, तङ्गलक्ष्मी भगिनी वदतु. अण् प्रत्याहारे वा? अम् अम् अकारः मकारः. अ इ उ ऋ ऋ अ ए ओ ऐ औ. अहम् अन्म्यूटेड् भवतु. ऐ औ हयवर ल ञ म. अस्तु, विजयलक्ष्मी भगिनी भवती किं वदति, समीचीनं वा? न भगिनि, अ इ उ ऋ ऋ ए ओ ऐ औ हयवर ल ञ म ङ ण न. हा, तङ्गलक्ष्मी भगिनी पश्यति वा? अत्र अन्तिमवर्णः इत्संज्ञकवर्णः भवति सर्वदा, तर्हि मध्ये मध्ये वर्णं स्वीकृत्य तत्र तादृशप्रत्याहारः नास्ति. प्रत्याहारे सर्वदा अन्तिमवर्णः. समीचीनं समीचीनं, धन्यवादः. भवती एव वदतु, इक् प्रत्याहारे के के वर्णः? इक् प्रत्याहारे वा? इ उ ऋ ऋ अ इ उ ऋ ऋ. हा, अ इ उ ऋ ऋ एते वर्णाः. न, अ इति किमर्थम् उक्तवती? इक् इति पृष्टवती खलु? इक् इक् एव खलु, अ न आगच्छति. अ विहाय इ उ ऋ ऋ एव. हा, इ उ ऋ ऋ एते एव वर्णाः. समीचीनं समीचीनं, धन्यवादः. अग्रे अत्र अत्र लता भगिनी वदतु, अत्र यण् यण् प्रत्याहारे के के वर्णाः? हा वदामि, एकनिमिषः. य य व र ल. हा, य व र ल इति एते वर्णाः यण् प्रत्याहारे सन्ति. समीचीनं, यण् प्रत्याहारे अस्ति. अस्तु, समीचीनं. तर्हि अत्र राहुल् महोदय वदति वा, यर् यर् प्रत्याहारे के के वर्णाः? यर् प्रत्याहारे यवर ल ञमणन जप घडध जप घडध कफ छठत चटत कप शसस् शशस. हा, समीचीनम् समीचीनमस्ति. तत्र यवर ल ण झभै घडध जब गडध कप छटत चटत कप श श स इति एते वर्णः. समीचीनं, सम्यक्. अग्रे महादेव महोदय वदतु, अत्र रल् रल् प्रत्याहारे के के वर्णः? रल् एकमिनिट् एकनिमिषं रल् र ल रल ण न जब गड द जब गड द फ षट त षट त पप ष ह इत्यादि वर्णाः सन्ति. समीचीनं समीचीनम् अस्तु, धन्यवादः. तर्हि अत्र माहेश्वरसूत्रेषु कोऽपि प्रश्नः अस्ति वा? न. अस्तु, तर्हि स्पष्टमस्ति चेत् इदानीम् अत्र नूतनपाठः अस्ति. पाणिनीयं सूत्रं कथं पठनीयम् इति नूतनपाठः. सर्वेषां पुरतः करपत्रं स्यात्? आम्. अस्तु अस्तु, समीचीनं. हा, इदानीम् अत्र इदानीं वयं सर्वे सिद्धाः पाणिनीयव्याकरणं पठितुं वयं सर्वे सिद्धाः. अत्र पाणिनीयव्याकरणं पठनार्थं किं किम् आवश्यकम् इति चेत्, प्रथमतया अस्माकं मूलग्रन्थः अस्ति अष्टाध्यायी इति. अष्टाध्यायी इत्युक्ते तस्मिन् ग्रन्थे अष्ट अध्यायाः सन्ति. अष्टानाम् अध्यायानां समाहारः अष्टाध्यायी इति. तत्र द्विगुसमासः अस्ति, समस्तपदमस्ति. तर्हि अष्टाध्यायाम् अष्ट अध्यायाः सन्ति. प्रत्येकस्मिन् अध्याये चत्वारः पादाः सन्ति. तर्हि आहत्य अत्र द्वात्रिंशत् पादाः भवन्ति अस्मिन् ग्रन्थे. तर्हि अस्मिन् ग्रन्थे शब्दानाम् अवगमनार्थं नियमाः सन्ति. कथं सन्ति नियमाः इति चेत्, सूत्ररूपेण सन्ति. सूत्ररूपेण नियमाः उक्ताः. अत्र वस्तुतः अष्टाध्यायी इति ग्रन्थे उपचतुस्सहस्रं सूत्राणि सन्ति. तत्र सङ्ख्यायाः विषये केचन मतभेदाः अपि सन्ति, परन्तु वयं सरलरीत्या उपचतुस्सहस्रं सूत्राणि सन्ति इति स्वीकर्तुं शक्नुमः. सूत्रम् इत्युक्ते किम् इति चेत्, सूत्रम् इत्युक्ते एकं वाक्यम्, एकं लघुवाक्यं. सूत्रस्य लक्षणानि सन्ति. सूत्रं कथं भवेत् इति लक्षणानि सन्ति. वयं तु अवगन्तुं शक्नुमः सूत्रम् इत्युक्ते एकं लघुवाक्यं. तत्र सूत्रस्य लक्षणानि कानि इति चेत्, अल्प अक्षराः, अल्प अक्षराणि भवतु. अपि च तत्र सूत्रं स्पष्टं भवतु, स्वतन्त्रतया स्थातुं शक्नोतु सूत्रम्. इत्युक्ते तस्मिन् सन्देहः किमपि न भवतु. अनन्तरं सूत्रं यत्किमपि वक्तव्यं तत्सर्वं सूत्रे एव भवतु. इत्युक्ते स्पष्टं भवतु सूत्रम्. सूत्रे अर्थराहित्यं न भवतु, अर्थपूर्णं भवतु, दोषाः न भवन्तु इति. एतानि सूत्रस्य लक्षणानि. अतः सर्वत्र वयं द्रष्टुं शक्नुमः अष्टाध्यायं सूत्रम् एकं लघुवाक्यमस्ति. सर्वत्र सूत्रेषु लाघवम् इति प्रधान अंशः अस्ति. तर्हि इदानीम् अत्र सूत्रस्य पठनार्थं, सूत्रस्य अवगमनार्थं किम् आवश्यकम् इति चेत्, प्रथमतया सूत्रेषु विभक्तीनां विशिष्टः अर्थः भवति सूत्रस्य अवगमनार्थम्. अत्र सामान्यलोके वयं विभक्तिः, विभक्तिद्वारा वयं वाक्यस्य अर्थम् अवगन्तुं शक्नुमः. इदानीम् अत्र रामः गच्छति इति वदामि चेत्, तत्र रामः कर्ता प्रथमविभक्तौ अस्ति, गच्छति क्रियापदम् अस्ति. इदानीं रामः आपणं गच्छति इति वदामि चेत्, आपणम् इति कर्मपदम् अस्ति, द्वितीयविभक्तौ अस्ति इति ज्ञातुं शक्नुमः. इदानीमत्र तृतीयविभक्तिः इत्युक्ते अत्र का? अत्र गीता भगिनी, गीताञ्जलि भगिनी वदतु, तृतीयविभक्तिः इत्युक्ते किमवगच्छति भवती? गीताञ्जलि भगिनी. आं भगिनि, तृतीयविभक्ति इत्युक्ते संस्कृतभाषा द्वारा केचन माध्यमेन किमपि कार्यं भवति चेत् तृतीयविभक्ति उपयोग करणीयम्. उदाहरणं किमपि अस्ति वा? उदाहरणं नरेण नरः पादेन गच्छति. हा, करणं करणमस्ति. समीचीनं भगिनि, करणार्थे तृतीया विभक्तिः भवति यथा भवती उक्तवती. अथवा अहं हस्तेन खादामि, हस्तः करणमस्ति. समीचीनं. तर्हि अत्र सावित्री भगिनी वदतु, अत्र चतुर्थी विभक्तिः इत्युक्ते अत्र किं किम् अस्ति सामान्यतया? तत्र चतुर्थी विभक्तिः इत्यस्य अर्थः कः? चतुर्थी विभक्ति तस्य निमित्तम् इति, तत् निमित्तम् इति किल, तस्मै ददामि. इत्युक्ते रामाय तत्र ददामि. सम्प्रदानार्थे यः स्वीकरोति तस्य चतुर्थी विभक्तिः भवति. यस्मै वयं ददामः दद्मः तस्य चतुर्थी विभक्तिः भवति. हा, समीचीनं. तर्हि अत्र भगिनी एकः प्रश्नः, धानार्थे चतुर्थी इति वक्तुं समीचीनं वा? अतः दानार्थे चतुर्थी समीचीनं भगिनि. दानार्थे अपि जानार्थे अपि चतुर्थी, परन्तु तत्र समानतया समीचीनं तदेव अस्ति. धन्यवादः भगिनि. उपादानं सम्प्रदानं पर्यायपदानि वा, पर्यायपदौ वा? उपादानम् अपि च सम्प्रदानम् इति वा? प्रायः नास्ति. अपादानं खलु? अपादानम् पञ्चमी. सम्प्रदानम् उपादानम् उपादानं प्रायः समानार्थ दादातुतः एव अस्ति, परन्तु समानार्थः अस्ति वा इति द्रष्टव्यं भवति. सम्प्रदानपदमेव अष्टाध्याय्यां तु सम्प्रदान इति संज्ञा अस्ति कारकसम्बन्धसूत्रेषु. सम्प्रदानम् अपादानं कर्म सर्वं तत्र संज्ञा एव, संज्ञापदम् अस्तु. धन्यवादः. तर्हि इदानीम् अत्र अत्र सुमित्रा भगिनी भवती एव वदतु, अत्र पञ्चमी विभक्तिः इत्यस्य उदाहरणं किम्? आं भगिनि, पञ्चमी विभक्ति इत्युक्ते अपादानम्. अहं देवात् आशीः प्राप्नोमि, देवात् इति अपादानम्. देवात्, हा समीचीनं भगिनि. यत्र यत्र विभागः अस्ति, फ्रम् इति वदामः खलु, वृक्षात् फलं पतति, वृक्षात् विभागः अस्ति, अतः तत्र वृक्षपदस्य पञ्चमविभक्तिः भवति. समीचीनम् अस्तु. इदानीम् अत्र षष्टिविभक्तिः रमाबाय् भगिनी वदति वा? सम्बन्धे षष्टि. सम्बन्धे षष्टि, सत्यम्. उदाहरणं रामस्य पिता दशरथः. हा, समीचीनं, सम्यक् अस्तु. इदानीम् अत्र हरीश् महोदय सप्तमी विभक्तिः, तस्य उदाहरणं वदतु. एवं सप्तमी तु आधारः स्यूते धनम् अस्ति, तत्र स्यूते इति पदं सप्तमी विभक्तौ अस्ति. समीचीनम्, आधार अधिकरणार्थे अस्ति अधिकरणम्. समीचीनं. तर्हि सामान्यतया तत्र विभक्तीनाम् अर्थः वयं जानीमः एव, परन्तु अष्टाध्याय्याम् एतादृश अर्थः नास्ति. तत्र तु भिन्नरीत्या अस्ति अर्थम्. अत्र विभक्तेः अर्थः भिन्नाः अष्टाध्याय्यां. तर्हि इदानीं सूत्रस्य पठनार्थम् अवगमनार्थं प्रथमतया विभक्तीनां कः अर्थः इति अवगन्तव्यः अस्तु. तदेव. तर्हि इदानीम् अत्र अस्माकं पुरतः एकं सूत्रमस्ति, वयं किं कुर्मः इति चेत् सूत्रं दृष्ट्वा सूत्रेषु कति पदानि सन्ति इति पश्यामः. तदनन्तरं प्रत्येकस्मिन् पदं कस्यां विभक्तौ अस्ति इति पश्यामः. तर्हि प्रथमतया प्रत्येकस्य पदस्य विभक्तिः का, यदा हि विभक्तेः अवगमनम् अस्ति तदनन्तरम् अष्टाध्यायं तस्य अर्थः कः इति तावत् क्रमेण पश्यामः. अस्तु, तर्हि इदानीम् अत्र करपत्रात् किञ्चित् पठामः. अत्र वस्तुतः सूत्रेषु आधिक्येन पञ्चविभक्तयः एव दृश्यन्ते. षष्टिविभक्तिः, प्रथमा विभक्तिः, सप्तमीविभक्तिः, पञ्चमीविभक्तिः, तृतीया विभक्तिः, सामान्यतया एते एव दृश्यन्ते. तर्हि एतेषाम् अर्थः कः इति इदानीं पश्यामः. अस्तु, तर्हि अत्र हरीश् महोदय, भवान् एव आरम्भं करोतु. भगिनी, एकः प्रश्नः. भवती लक्षणानि उक्तवती किल, तद् अत्र करपत्रे अस्ति वा? करपत्रे नास्ति, एवमेव उक्तवती. सामान्यतया सूत्रस्य एकं श्लोकमपि अस्ति, एकः श्लोकः अस्ति तत्र, तस्य आधारेण उक्तवती, परन्तु अत्र करपत्रे नास्ति. नास्ति, ओके, धन्यवादः. अहम् आरम्भं करोमि. हा, करोतु महोदय. भगिनी, भगिनी तत् सूत्रं प्रेषितवती? हा, प्रेषयामि. अत्र ध्वनिमुद्रणं यदा प्रेषयामि तदा अत्र श्लोकः अपि प्रेषयामि. धन्यवादः. पाणिनीयं सूत्रं कथं पठनीयम्? यण्सन्धिं बहवो जानन्ति, यथा यदि योगः अपि, तत्र इकारस्य स्थाने यकारः, नूतनं पदं भवति यद्यपि इति. अत्र इकारस्य स्थाने यकारादेशो भवति. इकारस्य स्थाने यकारः इति व्याकरणलोके एकं कार्यम् इति उच्यते. व्याकरणे कार्याणि एतादृशानि भवन्ति. अहम् इदानीं विवरणं करोमि वा अग्रे पठामि? हा, विवरणं करोतु महोदय. एवम्, अत्र यण्सन्धेः उदाहरणम् अस्ति. तत्र यदि अपि इति पदद्वयम् अत्र वर्तते. यदि अपि सन्धिं कृत्वा तत्र इकारस्य स्थाने यकारः भवति, नूतनं पदं भवति यद्यपि इति. व्याकरणलोके एतादृशं यदि तत्र कार्यं भवति इत्युक्ते, व्याकरणलोके तत्र कार्यम् इत्येव नामधेयम् अस्ति. इकारस्य स्थाने यकारः आदेशः भवति, व्याकरणलोके कार्यम् इति नामधेयम् अस्ति. इदानीं तत्र व्याकरणे कार्याणि एतादृशानि भवन्ति. आदेशः, पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः इति. अत्र यदि अपि, अत्र इकारस्य स्थाने यदि इति पदस्य अन्ते इकारः अस्ति, तस्मात् परम् अपि इति पदमस्ति, तत्र अकारः वर्तते. इदानीम् इकारस्य स्थाने यकारः आयास्यति, नूतनं पदं यद्यपि इति अस्ति. अस्मिन् पदे इकारः न दृश्यते, केवलं यकारः अस्ति. अत एव इकारस्य स्थाने यकारः आदेशरूपेण भवति इति, आदेशः इति कथ्यते. तस्मात् परम् आगमः इति. वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः, उदाहरणमस्ति पठन् आगच्छति इति. तत्र पठन् इति पदस्य अन्ते नकारः दृश्यते, तस्मात् परम् आकारः अस्ति आगच्छति इति. नकार आकारयोः मध्ये नूतनतया अपरः नकारः आगच्छति, पठन् आगच्छति इति. अत्र पद वर्णद्वयं नकारः आकारः अपि अस्ति, अपि च नूतनतया अपरः नकारः आगच्छति एतयोः मध्ये. अत एव आगमः इति उच्यते. अन्ते लोपः, वर्णस्य अदर्शनमिति. बालकः इच्छति, सन्धिं कृत्वा तत्र बालक इच्छति. बालकः इति पदस्य अन्ते तत्र विसर्गः आसीत्, परन्तु सन्धिं कृत्वा इदानीं विसर्गस्य लोपः भवति. एतत् कार्यमेव लोपकार्यम् इति उच्यते. समीचीनं महोदय, सम्यक् अस्ति. अत्र राहुल् महोदय अवगतं वा? हा, इतः प्रश्नः अस्ति, पृच्छतु भगिनि. अत्र वर्णयति वर्णात् पूर्वं परं वा अन्यवर्णस्य उदयः. सामान्यतया वयं पूर्वस्थाने एव नूतनवर्णः आगच्छति दृश्यते किल, परमपि भवितुं अर्हति, एतावता वयं न दृष्टवन्तः एव खलु. अत्र आगमः, यस्य आगमः अस्ति तस्य आदौ अपि आगन्तुं शक्नोति अथवा तस्य अन्ते अपि आगन्तुं शक्नोति, अतः अत्र तथापि भवति. तर्हि अत्र अत्र गच्छति इति पदमस्ति खलु, गच्छति, तत्र मध्ये यः चकारः अस्ति अल्पप्राणचकारः सः वर्णः तु आगमः एव, आगमः स्वरस्य आगमः. तर्हि तत्र स्वरस्य अन्ते एव आयाति तत्र, न तु आदौ. तत्र नियमाः सन्ति, पूर्वपदे एव आगच्छति किल, परपदे आगच्छति, स्वरस्य अन्ते आगच्छति, तस्य परं यस्य आगमः तस्य अन्ते आगच्छति. अतः अत्र पूर्वमपि भवितुमर्हति परमपि भवितुमर्हति. अत्र कथं तथा भवति इति अग्रे गत्वा परिशीलयामः. तत्र नियमाः सन्ति, परिभाषासूत्राणि सन्ति, पश्यामः. अस्तु अस्तु. अत्र भगिनि आदेशः अपि परस्थितवर्णस्य स्थाने आगन्तुं शक्नोति खलु? न, कस्य अत्र आदेशः, अत्र कस्य कस्य आदेशः इति नास्ति तत्र. तत्र इत्युक्ते तत्र एकस्य वर्णस्य स्थाने आदेशः भवति. तर्हि तत्र पूर्वं परम् इति तादृशं नास्ति सन्धिकार्ये तु. तत् अत्र तु सन्धिकार्ये पूर्वं स्थितस्य वर्णस्य इति अत्र उदाहरणं तथा अस्ति खलु, यदि योगः अपि. अतः पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः इति अस्ति. परन्तु तत्र सन्धिकार्ये वयं द्रष्टुं शक्नुमः द्वयोः वर्णयोः स्थाने अपि भवितुमर्हति. यथा अत्र अकः सवर्णे दीर्घः इति सवर्णदीर्घसन्धिः अस्ति खलु, तत्र द्वयोः वर्णयोः स्थाने इति भवति. अत्र पूर्वं स्थितस्य स्थाने इति अस्ति सन्धिकार्यं, परं स्थितस्य स्थाने इति तादृशकार्यं प्रायः नास्ति. उदाहरणं किमपि अस्ति वा? सुमन् भगिनी, उदाहरणं किमपि अस्ति वा? अस्तु, पूर्वपरयोः इति चिन्तितवती, अतः उक्तवती. पूर्वपरयोः इत्युक्ते तत्र द्वयोः स्थाने. अस्तु, समीचीनं. तर्हि अत्र राहुल् महोदय वदतु, अत्र किम् अस्ति, एतावता किं पठितं, किम् अवगतम्? इत्युक्ते सन्धिकार्यं त्रिविधानि इति दृष्टम्. एकम् आदेशः इत्युक्ते यत्र एकस्मिन् स्वरस्य स्थाने नूतनपदं वा नूतन स्वरं वा व्यञ्जनं वा तस्य आदेशः. कुत्रचित् ध्वनिः अस्ति, सर्वे कृपया म्यूट् मध्ये भवन्तु. कैण्ड्लि प्लीस् बी आन् म्यूट्, इस् लाट् आफ् बेक्ग्रौण्ड् नाय्स्. महोदय वदतु. अनन्तरम् आगमः इति अपि एकं कार्यं भवति सन्धिमध्ये. आगमः इत्युक्ते नूतनम् एकं वर्णं वा, वर्णं न भवति प्रायः, व्यञ्जनं यत्र कुत्रापि आगच्छति समस्तपदमध्ये, तद् आगमः इति उच्यते. अनन्तरं लोपः इति एकं कार्यं भवति. लोपः इत्युक्ते प्रायः यथा विसर्गस्य स्थाने, विसर्गस्य स्थाने यदा यत्किमपि न आगच्छति, न तस्य आदेशः भवति, न तु आगमः, तस्य ध्वनिः तत् न श्रूयते एव. यथा एषः इति, अनन्तरं यत्किमपि मृदुव्यञ्जनं वा यत्किमपि भवेत्, तर्हि एषः इत्यस्य अन्ते यः विसर्गः अस्ति तस्य लोपः जायते. तत्र लोपः इति कार्यम् इति उच्यते. एतानि त्रिविधानि कार्याणि द्रष्टुं न केवलं सन्धिप्रसङ्गे, सन्धिप्रसङ्गे एव एतानि कार्याणि भवन्ति इति नास्ति. अत्र अष्टाध्यायां यत्र कुत्रापि किमपि कार्यं विधीयते सूत्रेण, सूत्रं वदति एतादृशकार्यं भवतु इति चेत् तत्र कार्येषु आदेशः भवितुमर्हति, आगमः भवितुमर्हति, लोपः भवितुमर्हति. विधिसु सूत्रेषु एतादृशकार्याणि भवन्ति. तर्हि आदेशः इत्युक्ते किम् इति चेत् तत्र कस्यचित् वर्णस्य स्थाने अन्यवर्णस्य उदयः, इत्युक्ते अत्र एकः वर्णः अस्ति तस्य स्थाने अन्यः वर्णः आगच्छति. इदानीम् अत्र उदाहरणमस्ति यदि योगः अपि, तत्र इकारः अस्ति यदि इत्यस्मिन् पदे तस्य अन्ते इकारः अस्ति खलु, तर्हि इकारस्य स्थाने यकारः आगच्छति. तदेव अत्र सन्धिकार्यं यद्यपि इति यण् सन्धिः अस्ति. यदि वयम् अत्र यदि इति उक्त्वा किञ्चित् कालानन्तरम् अपि इति वदामि चेत् तत्र सन्देहः अवसरः नास्ति. परन्तु यदि अहं शीघ्रमेव, तत्र मात्राकालः किमपि नास्ति, यदि अपि शीघ्रमेव वदामि चेत् तत्र यद्यपि इति एव श्रूयते खलु. अतः अत्र सन्धिकार्यम् इकारस्य यत्र वर्णानां नैकट्यं सामीप्यम् अस्ति तत्र सन्धिकार्यं भवति. अत्र तु इकारस्य स्थाने यकारः आगच्छति. स्थाने इति वदामः चेत् इकारस्य स्थाने इत्युक्ते इकारः गच्छति, इकारः न तिष्ठति, इकारस्य स्थाने अन्यः वर्णः आगच्छति. तर्हि अत्र इकारस्य स्थाने यकारः, अतः यद्यपि, तदेव आदेशः इति उच्यते. इदानीम् आगमः, आदेशः शत्रुवद् भवति, शत्रुवद् भवति आदेशः, यतोहि अत्र इकारः गच्छति तस्य स्थाने यकारः आगच्छति. यथा शत्रुः कार्यं करोति तथैव अत्र आगमः इत्युक्ते अत्र मित्रवद् भवति आगमः, कस्यचित् स्थाने न भवति. इत्युक्ते यः एकः वर्णः अस्ति तस्य पूर्वं वा परं वा अन्यवर्णः आगत्य उपविशति. यथा अत्र पठन् योगः आगच्छति, समस्तपदं नास्ति अत्र, केवलं सन्धिकार्यमेव. पठन् इति पदम् अस्ति, तदनन्तरम् आगच्छति इति अन्यत् पदं, तत्र नकारस्य आगमः अस्ति. तर्हि आगमः किं करोति अत्र, पठन् इत्यस्य नकारस्य अनन्तरम् आगत्य उपविशति. तर्हि पठन् नागच्छति इति रूपम्. अत्र कस्यचित् स्थाने नास्ति, अत्र कोऽपि वर्णः कस्यचित् वर्णस्य अपगमनं नास्ति, मित्रवत् आगच्छति खलु. आगमः मित्रवत् अस्ति अत्र, आदेशः अपि च आगमः तयोः भेदः अवगतः खलु. आदेशः कस्यचित् स्थाने भवति, तर्हि एकस्य वर्णस्य अपगमनं भवति, परन्तु आगमः तथा नास्ति, मित्रवत् अस्ति, कस्यचित् स्थाने नास्ति. पूर्वं यः वर्णः आसीत् सः वर्णः इदानीमपि अस्ति, परन्तु तस्य अनन्तरं वा तस्य पूर्वं वा आगत्य उपविशति, तदेव आगमः इति उच्यते. लोपः, लोपः इति नामकरणमस्ति अष्टाध्यायां. लोपः इति एका संज्ञा अस्ति. लोपः इत्युक्ते कस्यचित् वर्णस्य अदर्शनं, इत्युक्ते श्रवणं न भवति. वर्णस्य लोपः इत्युक्ते अपगमनं. तर्हि बालकः इच्छति इत्यस्मिन् विसर्गस्य लोपः, विसर्गस्य अपगमनम्, अतः बालक इच्छति इति भवति. तर्हि अत्र त्रीणि कार्याणि, आदेशः, आगमः, लोपः. एतद् मनसि स्पष्टं भवेत्, आदेशः इत्युक्ते कः, आगमः इत्युक्ते कः, लोपः इत्युक्ते कः इति स्पष्टं भवेत्. अस्तु भगिनि. भगिनि, आगमः अत्र पूर्वपरं वा अन्यवर्णस्य उदयः, किन्तु अन्य केवल व्यञ्जनस्य वा वर्णस्य वा, यः कोऽपि वर्णः भवतु, आगमः इत्युक्ते नूतनवर्णः आगत्य उपविशति. अत्र पूर्वं पठन् आगच्छति इति आसीत्, पठन् योगः आगच्छति इति आसीत्, इदानीं मध्ये नूतनवर्णः नकारः आगत्य उपविशति. पूर्वं यथा आसीत् तथैव अस्ति इदानीम्, अत्र नूतनवर्णः, वर्णस्य योजनं. आम्, धन्यवादः. परन्तु आदेशे तथा नास्ति. अस्तु तर्हि अत्र अन्य के सन्ति नूतनतया कोऽपि अस्ति वा? नमस्ते, अहं शेखर अस्मि अत्र. नमस्कारः महोदय. अस्तु, अन्य कोऽपि? अहं पूर्वमेव उक्तवती, सुमन अस्मि. अस्तु अस्तु अस्तु, तर्हि अग्रे इदानीम् अग्रे पठामः. नाम उचितं? मीना सुन्दरेशन्. हा हा, पूर्वम् उक्तवती खलु. अस्तु अस्तु अस्तु, भवती भवती एव पठतु इदानीं कस्यचित् अपि कार्यस्य. कस्यचिदपि कार्यस्य निर्देशार्थं विधानार्थं सूत्रं भवति. यन् सन्धिः एकं कार्यम्, अतः तस्य विधानार्थं सूत्रमस्ति. सूत्रस्य व्याख्यां प्रायः अधुना अवगन्तुं न शक्नुमः, किन्तु कथं दृश्यते इति एकवारं पश्येम. यन् सन्धेहे विधिसूत्रम् इदम्. पठामि वा? तावत् वदतु. किमपि सूत्रं वदति, तत् तत् सूत्रं भवति, तस्य सन्धिकार्यमेव भवति. तत् सूत्रम् अतः एव सूत्रमस्ति. सूत्रस्य व्याख्यां अधुना अवगन्तुं शक्यमिति वदति अत्र. कथम् इति आगम अस्ति आगम विधिसूत्रमिदं पश्यामि. यन् सन्धेः विधिसूत्रम् इदम् इति पश्यामः. अत्र आगमस्य उदाहरणम् अस्ति, क्षम्यताम्, आदेशस्य उदाहरणम् अस्ति अत्र. आदेशः इति यस्य स्थितस्य स्थाने भवति. यद्यपि एव उदाहरणमस्ति, यदि इकारस्य परम् अपि अकारः भवति, इकारस्य स्थाने यकारं भवति, तस्मात् यदि अपि यद्यपि भवति. आदेशः इकारः द्रष्टव्यं. लोपः भवति, इकारस्य स्थाने यकारः भवति, तस्मात् एव चतुर्वत् भवति इति उक्तम्. आगमः वर्णस्य परम् अथवा पूर्वम् अन्यवर्णः भवति. पठन् एव उदाहरणं, पठन् आगच्छति. अत्र वर्णः न अवगमनं भवति. पठन् आगच्छति, अन्यवर्णः आगच्छति, पठन् आगच्छति इति मित्रवत् भवति. लोपः समीचीनं भगिनि, सम्यक् अस्ति. लोपः किं करोति? लोपः वर्णस्य अदर्शनं भवति. बालकः इच्छति, विसर्गं लो अपगच्छति, तस्मात् लो बालक इच्छति इति भवति. समीचीनं, तर्हि इदानीम् अस्माकं पुरतः प्रथमं सूत्रम्, अष्टाध्याय्याम् एकं सूत्रमस्ति, इको यणचि इति एकं सूत्रमस्ति, विधिसूत्रमस्ति. कस्य विधिसूत्रम् इति चेत् यण् सन्धेः विधिसूत्रं. यण् सन्धिः इत्यस्य कार्यं कथं भवति इति दर्शनार्थम् अत्र इको यणचि इति सूत्रम्. अत्र इको यणचि इत्यस्मिन् त्रीणि पदानि सन्ति, इकः यण् अचि, इकः यण् अचि, इको यणचि. तत्र इकः इत्यस्य पदस्य इको इति कथम् अभवत्, कोऽपि वदतु? सन्धिं कृत्वा तत्र विसर्गसन्धि, हा विसर्गसन्धि, विसर्गसन्धिः, समीचीनं. तत्र विसर्गस्य उत्वं भूत्वा अनन्तरं गुणसन्धि, हा इको इति भवति, गुणसन्धि सन्धिं कृत्वा इको इति भवति. अस्तु अस्तु, इदानीम् अत्र इको एणचि इति सूत्रम् एकवारं पठामः. अत्र सूत्रम् इको एणचि इति सूत्रमस्ति. तत्र प्रथमवाक्यद्वयं सूत्रस्य व्याख्यानं भवति. तत्र सूत्रं किं वदति इति सामान्यवाक्येन उक्तम् अस्ति. तदनन्तरं सूत्रे पदानि सन्ति खलु, त्रीणि पदानि सन्ति खलु, तेषां विभक्तिः का इति अत्र अग्रे दत्तमस्ति. इकः इति षष्ट्यन्तं पदम् इति तादृशविभक्तीनां विवरणम् अस्ति. तदनन्तरम् अधिकारः इत्युक्ते अधिकारसूत्रम् इत्युक्ते किम् इति अग्रे गत्वा पश्यामः. परन्तु अत्र अधिकारः संहितायाम् इति अधिकारः इति दत्तमस्ति. यत्र यत्र अधिकारः अस्ति, कस्यचित् अधिकारः अस्ति, तस्य विषये अपि उच्यते. तदनन्तरम् अनुवृत्तिसहितसूत्रम् इति अस्ति. अनुवृत्तिः इत्युक्ते का इत्यपि अग्रे पश्यामः. तत् अनुवृत्तिः इत्युक्ते तत्र किम् इति अग्रे गत्वा परिशीलयामः. परन्तु इदानीम् अत्र अस्माकं पुरतः सूत्रमस्ति, अपि व्याख्यानमस्ति. व्याख्यानस्य विषये अधिकं चिन्तनम् इदानीं न कुर्मः. परन्तु अत्र सूत्रे यानि पदानि सन्ति तेषां विभक्तीनां विचारः इदानीं क्रियते. अस्तु, तर्हि अत्र अग्रे विजयलक्ष्मी भगिनी पठति वा? इको यणचि पठामि. इको यणचि, इकः स्थाने यण् आदेशः भवति अचि परे संहितायां विषये. इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्. इकः षष्ट्यन्तं यण् प्रथमान्तम् अचि सप्तम्यन्तं त्रिपदम् इदं सूत्रं संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिः सहितसूत्रम् इकः यण् अचि संहितायाम्. अत्र इको यणचि इति सूत्रं दत्तमासीत्. अत्र इकः इति पदस्य षष्ठी विभक्ति भवति, यण् इति पदस्य प्रथमविभक्ति, अचि इति पदस्य सप्तमी विभक्ति. फलितार्थः इकः स्थाने यण् भवति. कदा भवति इति पृच्छति चेत् यदा अचि परे भवति तर्हि इकः स्थाने यण् आदेशः भवति. एतत् सूत्रस्य अन्ये कोऽपि पदाः अपि वयं योजयामहे. तत् कथम् इति अधिकारसूत्रम् इति भवति. तत् अधिकारसूत्रे संहितायाम् इति अधिकारसूत्रस्य कण्टिन्युवेशन् एतत्. हा हा, इदानीम् अहं किञ्चित् वदामि. अत्र सूत्रमस्ति इको यणचि इति. इकः इति पदं षष्ट्यन्तं पदम् इति उक्तं. तर्हि अत्र अत्र सुमित्रा भगिनी वदतु, अत्र भवत् इति हलन्तप्रातिपदिकं स्वीकृत्य भवत् इत्यस्य षष्ठी विभक्त्यन्तं रूपं किम्? एकनिमिषं भगिनि, विस्मृतवती इति भाति. हा हा, चिन्ता नास्ति. अत्र गीताञ्जलि भगिनी वदतु. भवतः भवतः इति वयं सर्वे जानीमः खलु, भवतः नाम किं, भवतः इति षष्ठीविभक्त्यन्तं रूपमस्ति. भवतः भवत् इति हलन्तप्रातिपदिकम् अस्ति. एवमेव अत्र इक् इति हलन्तप्रातिपदिकम् अस्ति. इक् इत्युक्ते किम्? अत्र इक् इत्युक्ते हा, इक् इत्युक्ते प्रत्याहारः. तर्हि इकः इति अस्ति. इकः अनन्तरम् इकः इति षष्ट्यन्तं पदमस्ति. अस्तु, तदनन्तरं यण् इति, अत्र विनय महोदय वदतु, यण् इति इत्युक्ते अत्र कः किम् अस्ति? यण् अस्तु, सुमन् भगिनी वदतु. भगिनी सुमन् भगिनी म्यूट् मध्ये. यण् अपि प्रत्याहारः एव, प्रथमा विभक्ति अस्ति. यण् इति अत्र हलन्तप्रातिपदिकम् अस्ति. यण् इति पदमस्ति अत्र. इक् अपि पदमस्ति, यण् अपि पदमस्ति. तर्हि यण् इति प्रातिपदिकस्य प्रथमविभक्तौ यण् इति रूपं प्रथमान्तम् अस्ति. भगिनी वदतु, अचि इति पदस्य विभक्तिः का? सप्तमी. सप्तमी. तर्हि पदस्य सप्तमी. अच् इति प्रातिपदिकस्य सप्तम्यन्तं पदमस्ति अचि इति. अत्र भवत् इति पदस्य सप्तमी विभक्तिः भवति भवति. एवमेव अच् इत्यस्य अचि इति अर्थः, अचि इति सप्तमीविभक्तिरूपम् अस्तु. तर्हि इको यणचि, इदानीं त्रीणि पदानि सन्ति इति जानीमः, तेषां विभक्तिः का इति अपि इदानीम् अवगच्छामः. तर्हि तेषाम् अर्थः कः, एतादृशविभक्तीनाम् अर्थः कः इति इदानीम् अग्रे गत्वा पश्यामः. सप्तमी विभक्तिः इत्युक्ते तत्र विशिष्टः अर्थः भवति. सामान्यतया अधिकरणम् इति वदामः, परन्तु अत्र अष्टाध्याय्याम् अधिकरणार्थे नास्ति. प्रथमाविभक्तिः इत्युक्ते कर्ता, तादृश अर्थः नास्ति अत्र. अपि च षष्टिविभक्तिः इत्युक्ते तत्र सम्बन्धार्थः, तादृशार्थः सामान्यतया नास्ति, परन्तु सम्बन्धार्थः अपि भवितुम् अर्हति अष्टाध्याय्यां. यत्र न उक्तः अर्थः कः इति न उक्तः, तत्र सम्बन्धार्थः अपि भवितुमर्हति. तर्हि तत्र सूत्रं दृष्ट्वा, व्याख्यानं दृष्ट्वा, सर्वं दृष्ट्वा एव अवगन्तुं शक्नुमः सम्बन्धार्थे अस्ति वा अथवा भिन्न भिन्न भिन्न अर्थः अस्ति वा इति द्रष्टव्यम्. अस्तु, तर्हि अत्र अग्रे विजया भगिनी पठति वा? भगिनी प्रश्नः, भगिनी अधिकारः इति पदं किञ्चित् विवरणं करोति? हा हा, अग्रे आयास्यति. अस्मिन्नेव करपत्रे अधिकारः नाम किम् इति आयास्यति, परन्तु इदानीम् अहं वक्तुं न इच्छामि, यतोहि अनुवृत्तिः का इति न उक्तवती खलु. आं भगिनि. भगिनि, अहं राधिका वदामि. इदानीम् अहं गृहे अस्मि, वक्तुं शक्नोमि. अस्तु अस्तु अस्तु भगिनि, अस्तु. तर्हि हा, किञ्चित् अनन्तरं वदामि भगिनी. अत्र गीताञ्जलिभगिनी, अनुवृत्तिः का इति उक्त्वा तदनन्तरम् अधिकारः का, अधिकारः इत्युक्ते कः इति वदामि. अत्र विजया भगिनी पठति वा? विजया भगिनी अस्ति वा? अस्तु, अस्तु. तर्हि गीता भगिनी पठतु. गीता भगिनी पठामि. पठामि. उपरितने सूत्रे इक् यण् अच् इति त्रयः प्रत्याहाराः सन्ति. प्रत्याहारः नाम वर्णानां समूहः. एषु त्रिषु प्रत्याहारेषु के के वर्णाः अन्तर्भूताः इति ज्ञातुम् अत्र पश्यतु. अत्र वदतु, इक् प्रत्याहारे के के वर्णाः? इक् प्रत्याहारे अस्ति अस्ति. समीचीनं समीचीनं. यण् प्रत्याहारे, यण् प्रत्याहारे यवरल. पुनः वदतु. इति यण् प्रत्याहारे. अस्तु, अनन्तरम् अच् प्रत्याहारे. अच् प्रत्याहारे सर्वे स्वराः खलु सन्ति. सर्वे स्वराः सन्ति अच् प्रत्याहारे. समीचीनमस्ति. तर्हि अत्र अग्रे अत्र जयन्त् महोदय पठति वा? भगिनि, सोरि सोरि, हा पृच्छतु. Sorry, I'll speak in English because it can be faster. If I start speaking in Sanskrit, ellargu late agutte adike. Okay. You said the meaning of vibhakti differs in Panini Sutra, but here as it at the outlook, ikaha, yan, achi, they are all in the same vibhaktis as we understand the regular vibhaktis, no? Correct, correct. But, that is true. सत्यमेव इकः षष्ट्यन्तपदमेव सत्यं परन्तु षष्टिविभक्तिः इत्युक्ते तस्य अर्थः कः भिन्नः अस्ति तत् किम् इति अग्रे इदानीमेव परिशीलयामः भगिनि थेङ्क् यू जयन्त् महोदय आं भगिनि इको यणचि इति सूत्रं यथा तथा पाणिनेः अष्टाध्यायी इति ग्रन्थे क्षम्यताम् अष्टाध्यायी इति ग्रन्थे बहूनि सूत्राणि सन्ति तानि सूत्राणि कार्यं निर्दिशन्ति हैली कोडिफैड् लाङ्ग्वेज् इत्यस्य माध्यमेन कोडिफैड् किमर्थम् इति चेत् येन प्रत्येकं सूत्रं लघु स्यात् अपि च येन ग्रन्थे आहत्य सूत्राणां सङ्ख्या न्यूनाति न्यूनं स्यात् तर्हि संक्षेपार्थं कोड् निर्मितं पाणिनिनाः कोड् इत्यस्य माध्यमं किं विभक्तिः इयं विभक्तिः पद्धति का इति अग्रे पश्येम वदतु प्रत्येकस्य सूत्रम् इति किञ्चित् रहस्यमस्ति तत् रहस्यं किम् इति पाणिनि अपि अष्टाध्यायी मध्ये इति सूचितवान् तत्र एकं सङ्ख्या अस्ति तत् सङ्ख्या अपि चेत् वयं जानीमः इति सूत्रं किं परन्तु सूत्रस्य मध्ये किञ्चित् पद्धतिः अस्ति का पद्धतिः तत्र पद्धतिः अस्ति विभक्तिः विभक्तिपद्धति किम् अत्र चेत् वयम् अग्रे पश्यामः समीचीनं सम्यक् अस्ति तर्हि अग्रे अत्र सूर्यकुमारी भगिनी वदति वा पठति वा सूर्यकुमारी भगिनी शृणोति वा हा पठतु ओके पाणिनेः सूत्राणां पद्धतिः पाणिनेः सूत्राणां पद्धतिः पाणिनेः प्रमुखलक्षणम् अस्ति पदव्युत्पत्तिः पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि अतः आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति अमुखवर्णस्य स्थाने अन्यवर्णः अमुखवर्णस्य लुप्तः अमुखवर्णः आगतः इत्यादीनि कार्याणि भवन्ति येषां कार्याणां सङ्केतार्थं विभक्तयः प्रयुक्ताः सन्ति तदर्थं लोकस्य अपेक्षया सूत्रेषु विभक्तीनाम् अर्थाः किञ्चित् भिन्नाः सन्ति पाणिनीयसूत्रेषु विभक्त्यर्थाः के इति अधः सूचिताः पाणिनस्य प्रमुखलक्ष्यम् अग्रे अपि पठतु भगिनि षष्ठीविभक्तिः षष्ठीविभक्तिः अर्धः स्थाने प्रथमविभक्तिः अर्धः आदेशः आगमः वा नामकरणं सप्तमीविभक्तिः पूर्वकार्यं पञ्चमीविभक्तिः परकार्यं तृतीयविभक्तिः संयोजनम् तावत् वदतु षष्ठीविभक्तिः स्थाने न तावत् वदतु एतावत् किं पठितं पाणिनः प्रमुखलक्ष्यं पदव्युत्पत्तिः पदव्युत्पत्तिः प्रदर्शनार्थं सूत्राणि विरचितानि अधिकेन अतः अधिकेन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति. अक्षरस्थाने अन्यवर्गाः अन्यवर्णाः आदे दृश्यति. आदेशः लुप्तः आगमः इति कार्याणि भवन्ति. कार्याणि सङ्केतं विभक्तयः प्रयुक्ताः सन्ति. सूत्रेषु विभक्त्याः अर्थाः भिन्नाः सन्ति. पाणिनेः सूत्रेषु षष्टिविभक्तिः अर्धः स्थाने, प्रथमविभक्तिः अर्धः आदेशः आगमः च नामकरणं, सप्तमीविभक्तिः अर्धः पूर्वकार्यं, पञ्चमीविभक्तिः अर्धः परकार्यं, तृतीयविभक्तिः अर्धः संयोजनम्. समीचीनं भगिनि. तर्हि अत्र सम्यक् अस्ति. तर्हि अत्र अस्माकं प्रमुखलक्ष्यं किम् इति चेत्, सूत्रस्य पठनेन, पाणिनेः सूत्रस्य पठनेन प्रमुखलक्ष्यं किम् इति चेत्, पदानि कथं निष्पन्नानि इत्येव अस्माकं प्रमुखलक्षणम्. अत्र पदस्य उत्पत्तिः कथं भवति, अत्र मूलधातुतः अथवा प्रातिपदिकात् अत्र प्रत्ययं योजयित्वा पदस्य निर्माणं कथं भवति, तत्र सोपानानि कानि, तत्र सूत्राणि कानि, कथं पदस्य उत्पत्तिः भवति इत्येव अस्माकं प्रमुखलक्ष्यम् अस्ति. तदर्थं कार्याणि भवन्ति, विशिष्टकार्याणि भवन्ति, कुत्रचित् आगमः, कुत्रचित् आदेशः, कुत्रचित् लोपः, एतादृशकार्याणि भवन्ति. तदर्थम् अत्र विभक्तिनाम् अर्थः कः इति अवगन्तव्यः. अत्र यथा उक्तं पूर्वं, सामान्यतया सूत्रेषु षष्टिविभक्तिः भवति अथवा प्रथमाविभक्तिः भवति, सप्तमी, पञ्चमी, तृतीया इति भवति. तर्हि अत्र सूत्रेषु षष्टिविभक्तिः इत्युक्ते का इति चेत्, अत्र सूत्रेषु यत्र अवयव अवयवीभावः अस्ति, इत्युक्ते यदा अहं वदामि हस्तः इति वदामि चेत्, हस्तः शरीरस्य अङ्गम् अस्ति. तर्हि हस्तः अवयवः अस्ति, शरीरम् अवयवी अस्ति, तर्हि तत्र अवयव अवयवीभावः अस्ति. तर्हि सम्बन्धः अस्ति, यत्र सूत्रेषु सम्बन्धः स्पष्टः अस्ति, सम्बन्धार्थः स्पष्टः अस्ति, तत्र स्थानार्थे न भवति. तर्हि इदानीम् अत्र षष्टिविभक्तिः इत्युक्ते स्थाने इति चेत्, पाणिनिः वदति अत्र यत्र सूत्रेषु अवयव अवयवीभावः नास्ति तत्र स्थानार्थे स्वीकुर्मः. स्थानार्थे इत्युक्ते तत्र कस्यचित् वर्णस्य स्थाने अन्यत् किमपि कार्यं भवति, स्थाने इति वदामः. षष्टिविभक्तिः इत्युक्ते स्थाने इति. तदनन्तरं प्रथमाविभक्तिः इत्युक्ते प्रथमा यस्य पदस्य यत् पदं प्रथमाविभक्तौ अस्ति तस्य अर्थः कः इति चेत्, आदेशः भवति. तादृशपदम् आदेशरूपेण भवति अथवा आगमरूपेण भवति अथवा नामकरणमपि भवितुमर्हति. अतः सन्दर्भं दृष्ट्वा वयम् अवगन्तुं शक्नुमः अत्र आदेशः अस्ति वा, आगमः अस्ति वा, अथवा नामकरणम् अस्ति वा इति अवगन्तुं शक्नुमः. तदनन्तरम् अत्र सप्तमीविभक्तिः. सप्तमीविभक्तिः इत्युक्ते पूर्वकार्यं. यस्य सप्तमीविभक्तिः अस्ति तस्मात् पूर्वं कार्यं भवति इत्युक्ते अत्र इको एनर्जि इत्यस्मिन् सूत्रे अचि इति पदम् अस्ति. अचि इति पदं सप्तम्यान्तं पदम् अस्ति इत्युक्ते तस्मात् पूर्वं कार्यं भवति, किमपि कार्यं तस्मात् पूर्वं भवति. अनन्तरं पञ्चमीविभक्तिः इत्युक्ते परकार्यं, यस्य पञ्चमीविभक्तिः अस्ति तस्य अनन्तरं कार्यं भवति इति अर्थः पञ्चमीविभक्तिः इत्यस्य. अनन्तरं तृतीयाविभक्तिः इत्युक्ते यत् तृतीयविभक्तिः अस्ति तत्र संयोजनम् इति अर्थः. तत्र कार्यं पूर्वमपि भवितुम् अर्हति अथवा परमपि भवितुम् अर्हति. यस्य तृतीयाविभक्तिः अस्ति तस्मात् पूर्वमपि कार्यं भवितुम् अर्हति अथवा तस्मात् परमपि कार्यं भवितुम् अर्हति इति अत्र दत्तमस्ति विभक्तीनां विषये. भगिनी, अवयव अवयविभावः पुनः एकवारं प्रदर्शयति वा कृपया. हा, अत्र हस्तः अस्ति खलु, हस्तः अपि च शरीरं, तयोः सम्बन्धः कः? शरीरस्य अङ्गमस्ति हस्तः खलु, शरीरे अस्ति. हा, शरीरे बहवः अवयवाः सन्ति, तेषु हस्तः अन्यतमः अस्ति. तर्हि हस्तः अपि च शरीरस्य अवयव अवयवी भावः अस्ति. शरीरम् अवयवी अस्ति, हस्तः अवयवः अस्ति. तर्हि सूत्रेषु एतादृशभावः कथं ज्ञायते इति चेत्, तत्र सूत्रेषु यदि पदस्य अन्ते इति उच्यते, पदस्य अन्ते इति वदामः चेत् पदम् अस्ति तस्य अन्ते, पदस्य अन्ते अकारः इति वदामि चेत् एकं पदम् अस्ति तस्य अन्ते अकारः अस्ति. तादृश अकारः पदस्य अवयवः अस्ति, पदमेव अवयवी अस्ति. तस्य अन्ते यः वर्णः अस्ति सः वर्णः अवयवः अस्ति. तर्हि तत्र अवयव अवयवी भावः अस्ति. तर्हि पदस्य अन्ते इति वदामि चेत् पदस्य इति तत्र षष्टिविभक्तिः अस्ति पदस्य, परन्तु तत्र अवयव अवयवी भावः अस्ति, न तु स्थाने. तत् कथं भवति इति अग्रे गत्वा वयं परिशीलयामः. इदानीम् अत्र एवमेव उक्तवती. इदानीं विभक्तिः इत्युक्ते का इति इदानीम् अत्र दत्तमस्ति. तस्य कार्यं सूत्रेषु कथं भवति इति अग्रिमसप्ताहे परिशीलयामः. इको एणचि इत्यस्मिन् सूत्रे तत्र इकः इति षष्ठ्यन्तं पदम् इति उक्तं, तस्य अर्थः कः? यण् इति प्रथमान्तं, तस्य अर्थः कः? अचि इति सप्तम्यन्तं, तस्य अर्थः कः इति अग्रिमसप्ताहे परिशीलयामः. न, इतोपि समयः अस्ति खलु, क्षम्यतां. हा, इतोपि समयः अस्ति, अहं चिन्तितवती अष्टवादनपर्यन्तमेव. अस्तु, क्षम्यतां. तर्हि अत्र इको एणचि इति सूत्रं स्वीकृत्य इदानीं पश्यामः. तर्हि अत्र इकः यण् अचि इति अस्ति. इकः इति पदं षष्ट्यन्तं पदम् अस्ति. अस्तु, षष्ट्यन्तं पदं. तर्हि षष्ट्यन्तम् इत्युक्ते किम् अत्र? स्थाने इति अर्थः. तर्हि इकः स्थाने इति अर्थः. तर्हि इकः इत्युक्ते इक् प्रत्याहारस्य कश्चन वर्णः अस्ति चेत् तस्य स्थाने किमपि भवति. तर्हि इकः इत्यनेन इक् प्रत्याहारस्य कश्चन वर्णः अस्ति, तस्य स्थाने किमपि कार्यं भवति इति अस्ति. अस्तु, तदनन्तरं यण्, यण् इति इदानीं प्रथमाविभक्तौ अस्ति यण्. तर्हि प्रथमाविभक्तिः इत्युक्ते अर्थः कः? आदेशः, आगमः अथवा नामकरणम्. अत्र किम् अस्ति इति इदानीं पश्यामः. अत्र वस्तुतः आदेशः अस्ति. कथम् आदेशः इति पश्यामः इदानीं. तदनन्तरम् अचि इति अस्ति. अचि इति सप्तम्यन्तं पदं. सप्तमीविभक्तिः इत्यस्य अर्थः कः? पूर्वकार्यम्. अस्तु, समीचीनं. तर्हि इकः इदानीम् अत्र उदाहरणं स्वीकुर्मः. यदि योगः अपि इति एव उदाहरणमस्ति. यदि योगः अपि, यदि इत्यस्मिन् पदस्य अन्ते कः वर्णः? ह्रस्व इकारः अस्ति. तादृश इकारः इक् प्रत्याहारे अस्ति वा? अस्ति. हा, इक् प्रत्याहारे इ उ लृ एते वर्णाः. तर्हि अत्र यदि इत्यस्य पदस्य अन्ते इकारः इक् प्रत्याहारे अस्ति. तदनन्तरं कः वर्णः अस्ति? अपि अस्ति. अपि इत्यस्य आदौ कः वर्णः? अकारः अस्ति. अकारः अच् प्रत्याहारे अस्ति वा? आम् अस्ति खलु. हा, तर्हि इदानीं यदि इत्यस्य अन्ते इकारः अस्ति, इकारः इक् प्रत्याहारे अस्ति, अनन्तरम् अकारः अपि इत्यस्मिन् अकारः आदौ अस्ति, तादृश अकारः अच् प्रत्याहारे अस्ति. तर्हि इदानीम् अचि इति अस्ति खलु, अचि इति अकारः अच् प्रत्याहारे अस्ति. अचि इति पदं सप्तम्यन्तं पदम् इत्युक्ते तस्मात् पूर्वं कार्यं भवति. तर्हि अपि इत्यस्य अकारात् पूर्वं किमपि कार्यं भवति इति अवगन्तुं शक्नुमः अचि इति परेण. यतोहि अत्र अकारः अच् प्रत्याहारे अस्ति, अचि इति सप्तम्यन्तं पदम् इत्युक्ते तस्मात् पूर्वं किमपि कार्यं भवति. कुत्र भवति कार्यं? साक्षात् पूर्वं भवति. तस्य तस्मात् पूर्वं कः वर्णः अस्ति? अपि इत्यस्मात् पूर्वं कः वर्णः अस्ति? इकारः अस्ति. यदि इत्यस्य इकारः अस्ति, अतः इकारस्य किमपि परिवर्तनं भवति इति अर्थः. यतोहि अचि इति सप्तम्यन्तं पदं, तस्य अर्थः अस्ति पूर्वकार्यम् इत्युक्ते तस्मात् पूर्वं किमपि कार्यं भवति. कुत्र? साक्षात् पूर्वं. साक्षात् पूर्वं कः वर्णः? इकारः. तर्हि इकारस्य किमपि परिवर्तनं भवति. कीदृशपरिवर्तनम् इति चेत् अत्र यस्य प्रथमाविभक्तिः अस्ति, कस्य प्रथमाविभक्तिः अस्ति अस्मिन् सूत्रे? यण् इति पदस्य प्रथमाविभक्तिः अस्ति. यण् इति प्रत्याहारे के के वर्णाः? यवराल. यवराल. तर्हि इकः स्थाने यण्, इकः स्थाने यण् आदेशः भवति. तर्हि इक् प्रत्याहारे इ उ ऋ एते वर्णाः, यण् प्रत्याहारे यव र ल. तर्हि कस्य स्थाने कः वर्णः कथं ज्ञातुं शक्यते? यतोहि अत्र इकः इत्यस्मिन् चत्वारः वस्तुतः तत्र चत्वारः वर्णः दृश्यते. वस्तुतः तत्र इकारः इत्युक्ते अष्टादशप्रभेदाः सन्ति. तर्हि तत्र बहवः वर्णाः सन्ति. इकः इत्यस्मिन् बहवः वर्णाः सन्ति. यण् इत्यस्मिन् यकारः, वकारः, रेपः, लकारः. तर्हि कस्य स्थाने कः वर्णः इति सूत्रे स्पष्टं नास्ति. कस्य स्थाने कः वर्णः इति सूत्रे स्पष्टं नास्ति. अतः अत्र वस्तुतः एकं परिभाषासूत्रम् अस्ति. परिभाषासूत्रम् इदानीं परिभाषासूत्रस्य विषये चिन्ता मास्तु. अत्र कथं भवति इति एकवारं वदामि, तदनन्तरं विस्तृतरूपेण पठामः अत्र परिभाषासूत्रं किं वदति सर्वं. परन्तु अत्र कथं निर्णयः भवति, इकः स्थाने यण् इति कथं निर्णयः भवति इति चेत्, इकारस्य स्थाने वयं जानीमः, इकारस्य स्थाने यकारः आगच्छति इति जानीमः, यण् सन्धिः. यदि योगः अपि यद्यपि भवति इति जानीमः, तर्हि इकारस्य स्थाने यकारः कथम् आगच्छति इति चेत्, तत्र स्थानेन्तरतमः इति एकं सूत्रमस्ति. तर्हि स्थानेन अत्र निर्णयं कुर्मः, उच्चारणस्थानं दृष्ट्वा. स्थाने अन्तरतमः, अन्तरतमः इत्युक्ते सदृशवर्णः आदिष्टः भवति. तर्हि इकारः इत्यस्य उच्चारणस्थानमस्ति तालु, तालव्यवर्णः इकारः. यकारः अपि तालव्यवर्णः अस्ति. अतः वयम् अवगन्तुं शक्नुमः इकारस्य स्थाने यकारः एव आगच्छति. तर्हि इकः, इकः इति षष्ट्यन्तं पदम् अस्ति. षष्ट्यन्तं पदम् अस्ति चेत् तस्य अर्थः कः? स्थाने, स्थाने इति अर्थः. तर्हि इकः स्थाने, इकः स्थाने किमपि भवति. किं भवति इकः स्थाने? यण् भवति. यण् एव प्रथमविभक्तौ अस्ति. यत्र कुत्रापि षष्ट्यन्तं पदम् अस्ति, षष्ट्यन्तपदम् अस्ति, तदनन्तरं प्रथमान्तपदम् अस्ति चेत् तत्र आदेशः इति अवगन्तुं शक्नुमः. षष्ट्यन्तपदस्य स्थाने प्रथमाविभक्तिः आगच्छति, आदेशः आगच्छति. तर्हि इकः स्थाने यण्, तर्हि इक् प्रत्याहारस्य स्थाने यण् वर्णः. अत्र यण्, यण् वर्णस्य यदि इत्यस्मिन् इकारस्य स्थाने यकारः आगच्छति, यतोहि तत्र उच्चारणसाम्यम् अस्ति. इकारः अपि तालव्यवर्णः, यकारः अपि तालव्यवर्णः. तर्हि इकारस्य स्थाने यकारः कदा भवति एतादृशकार्यं चेत् अचीपरे, अचीपरे इति सप्तम्यन्तं पदम् अस्ति. सप्तम्यन्तम् इत्युक्ते पूर्वकार्यं. तर्हि यत्र अच्वर्णः परम् अस्ति, तस्मात् साक्षात् पूर्वं किमपि कार्यं भवति. कीदृशकार्यम् इति चेत् इक् स्थाने यण्, इक् स्थाने यण्. तर्हि सूत्रं दृष्ट्वा वयम् अवगन्तुं शक्नुमः इकः स्थाने यण् आदेशः भवति अचीपरे. कदा भवति? संहितायां विषये. संहितायाम् इत्युक्ते यत्र नैकट्यम् अस्ति, वर्णानां नैकट्यम् अस्ति, सामीप्यम् अस्ति. यदि योगः अपि तत्र नैकट्यं वर्तते, अतः तस्मिन् सन्दर्भे सन्धिकार्यं भवति. स्पष्टं वा? वदतु विजयलक्ष्मी भगिनी. असवर्णे इति कुत्रापि नास्ति सूत्रे. हा, सूत्रे नास्ति. फलितार्थः किमर्थं तथा उक्तम् इति चेत् अत्र वयं जानीमः अत्र इकारस्य अनन्तरम् इकारः अस्ति चेत् किं भवति तत्र? सवर्णदीर्घसन्धिः भवति खलु. अतः तत्र फलितार्थः अस्ति इक् वर्णस्य अनन्तरम् असवर्णे, इत्युक्ते इकारस्य अनन्तरम् इकारः मा भवतु, उकारस्य अनन्तरम् उकारः न भवतु, ऋकारस्य अनन्तरम् ऋकारः न भवतु इति. किमर्थं तथा इति चेत् तत् तादृशमस्ति चेत् तत्र सवर्णदीर्घसन्धिः भवति. सवर्णदीर्घसन्धिः पूर्वमेव आगच्छति वा? पूर्वं सूत्रसङ्ख्या द्रष्टव्यं, परन्तु तत्र तस्य पवर् अधिकं वा? तस्य पवर् अधिकं, सत्यं. तस्य बलम् अधिकं. किमर्थम् इति चेत् तत्र यदि अत्रापि इकारस्य अनन्तरम् इकारः अस्ति, तत्रापि सवर्णदीर्घसन्धिः अत्र इकारस्य अनन्तरम् इकारः अस्ति, तत्रापि इको एणचि इति एव सूत्रं कार्यं करोति चेत् तत्र अकः तत्र सवर्णदीर्घसन्धेः अवसरः एव न भवति. तत् सूत्रं व्यर्थं भवति. अत्र अष्टाध्याय्यां किमपि सूत्रं व्यर्थं न भवतु इति लक्ष्यं. प्रत्येकं सूत्रस्य किमपि कार्यमस्ति, किमपि कार्यं भवति एव. अतः अत्र अकः सवर्णी दीर्घः इति सवर्णदीर्घसन्धेः विधायकसूत्रस्य कार्यं भवति. अत्र इकारस्य अनन्तरम् इकारः अस्ति चेत् तादृशं भवति. अतः अत्र असवर्णे इति उक्तम्. भगिनी, भवती भवत्याः उक्तं तालव्यः य अपि तालव्यः, अतः ई स्थाने य आगच्छति. We need to remember all the origins of the varna. It's very important for us to remember. Satyam. Because we have learned what is talavya, what is kantavya, murdhani. We know that, but which letters actually come under them, we have sort of neglected to learn. कदाचित् परिशीलयामः भगिनि, अग्रे गत्वा कदाचित् परिशीलयामः. अत्र इकारस्य स्थाने लकारः, यतोहि इकारः अपि तालव्यः, यकारः अपि तालव्यः. एवमेव उकारः अस्ति खलु, उकारः ओष्ठ्यवर्णः अस्ति. उकारस्य स्थाने वकारः, वकारः अपि वकारः दन्तोष्टः, तत्रापि उकारस्य वकारः. अस्तु भगिनि, थेङ्क् यू. हा, एवमेव अत्र ऋकारस्य स्थाने रेपः भवति. ऋकारस्य उच्चारणस्थानमस्ति मूर्धा, रेपस्य उच्चारणस्थानमपि मूर्धा. अतः ऋकारस्य स्थाने रेपः. ऋकारः दन्त्यवर्णः अस्ति, तस्य स्थाने लकारः अपि दन्त्यवर्णः इति तादृशनिर्णयं कुर्मः. अस्तु, धन्यवादः, थेङ्क् यू. हा, अस्तु अस्तु. अत्र एकवारम् अत्र सावित्री भगिनी वदति वा, अत्र इको एणचि इति सूत्रस्य अर्थः कः? सावित्री भगिनी, अस्तु. ललिता भगिनी वदतु. ललिता भगिनी, श्रुण्वतां? हा, वदतु. हलो, पाणिनीयेः एकपद्धतिः अस्ति, षष्ठीविभक्ति मने स्थाने निर्दयति. प्रथमाविभक्ति इत्युक्ते आदेशः आगमः नामकरणम् इति भवति. सप्तमी विभक्ति इत्युक्ते पूर्वकार्यं. पञ्चमी विभक्ति इत्युक्ते परकार्यं. तृतीया विभक्ति इत्युक्ते संयोजनं. इको यणचि सूत्रेऽस्मिन् इकः स्थाने यन् आदेशः भवति. इकः षष्ट्यान्तपदम् षष्ट्यान्तपदं स्थाने यन् आदेशः भवति. यन् प्रथमाविभक्तिः इकः स्थाने यण् आदेशः इति उक्तवती, परन्तु तत्र कदा इति न उक्तवती खलु. एवमेव भवति वा इकः स्थाने यण् कदा भवति? अचि परे. हा, अचि परे इति मुख्यः विषयः. अच्वर्णः अचि सप्तमी विभक्ति पूर्वकार्यं करणीयम् इति इकः यण् अचि संहितायां. इकः यण् अचि संहितायां. तर्हि अत्र यदि योगः अपि इति स्वीकृत्य वदतु तत्र कथमस्ति. यदि योगः अपि इकारस्य स्थाने या आदेशः भवति. हा, परन्तु इकारस्य स्थाने यकारः इति सूत्रेण कथम् अवगतम्? इकारस्य स्थाने यकारः इति षष्टिविभक्ति इकः षष्टिविभक्ति खलु. षष्टिविभक्ति पाणिनीयपद्धतेः स्थाने निर्दयति. सत्यं सत्यं भगिनि, परन्तु इकारः कस्मिन् प्रत्याहारे अस्ति? इकारः ई ऊरुल्. हा, इकारः इक् प्रत्याहारे अस्ति खलु. इकारः इक् प्रत्याहारे अस्ति. अपि च इकारः षष्ट्यन्तं पदम् अस्ति अत्र इकः इति प्रत्याहारे. अतः इकारस्य षष्टिविभक्तिः इति कृत्वा स्थानी अस्ति. तस्य स्थाने एव कार्यं भवति. तस्य स्थाने कीदृशकार्यं भवति? आदेशः भवति. यन् आदेशः भवति. यन् आदेशः भवति. हा, कथं ज्ञातवती यन् आदेशः? यन् प्रथमाविभक्तिमध्ये अस्ति न. यन् इत्युक्ते या वा रा ल. हा, समीचीनं भगिनि. यन् इति प्रत्याहारः, यन् प्रत्याहार, यन् इति पदं प्रथमान्तम् अस्ति. प्रथमान्तम् इत्युक्ते अत्र आदेशः. यत्र षष्ट्यन्तं पदमस्ति अपि च प्रथमान्तं पदमस्ति तत्र आदेशः इति अर्थः. अतः इकः स्थाने यण् स्थाने यण्. तर्हि यण् प्रत्याहारे के के वर्णाः? यार ल. तर्हि अत्र इकारस्य स्थाने कः वर्णः भवति? इकारस्य स्थाने यकारः, उकारस्य स्थाने वकारः, ऋकारस्य स्थाने रकारः, ऋकारस्य स्थाने ल. हा, तर्हि अत्र इकारस्य स्थाने यकारः खलु. यदि योगः अपि. हा, इकारस्य स्थाने यकारः. अत्र निमित्तं किम्? अत्र कारणं किं? केन कारणेन भवति? प्रोनौन्सियेशन्, द प्लेस् आफ् प्रोनौन्सियेशन्. हा, सत्यं सत्यम्. अत्र कारणं किं? सूत्रे किम् अस्ति कारणं? कदा भवति? हा, अचि परे खलु. यदि इत्यस्मिन् इकारस्य स्थाने यकारः भवति कदा भवति? यदा अच् प्रत्याहारस्य वर्णः परः अस्ति तदा एव. परः अस्ति चेत् अत्र अकारः अकारः अच् प्रत्याहारे अस्ति वा? अपि इत्यस्य अकारः अकार सभी वर्णाः अचि न अत्र अकार अच् इत्युक्ते सभी वर्णाः अस्ति न सत्यं सत्यम् अत्र अपि इत्यस्य अकारः अच् प्रत्याहारे अस्ति वा? हा अस्ति हा अतः तदेव निमित्तं तदेव कारणम् इति उच्यते. यदि अत्र केवलम् अत्र इति पदम् अहं वदामि तत्र इति पदम् केवलम् इति पदम् अस्ति तत्र इति इत्यस्मिन् अन्ते इकारः अस्ति तस्य स्थाने यकारः भवति वा? अचि इफ् इट् इस् फालोड् बै अचि देन् इट् चेञ्जस् टु देन् इट् चेञ्जस् अदर्वैस् नो. सत्यं सत्यं तदेव मुख्यविषयः अस्ति. यदा अचि परे अस्ति तदा एव इकारस्य यकारः भवति. अचि परे नास्ति चेत् तादृशकार्यं न भवति न भवति. हा समीचीनं. तर्हि सूत्रार्थः स्पष्टः अस्ति वा सर्वेषां कृते अत्र विभक्ति? अस्तु भगिनि भगिनि एकं क्लारिफिकेशन् अत्र अत्र अहम् इकस्थाने यण् वर्णः अपि आगच्छति परे इति अच्वर्णः कम्पल्सरि इति रूपम् अस्ति वा भगिनि? सत्यं सत्यम् अच्वर्णः परः अस्ति चेत् एव यण् सन्धिः भवति खलु. केवलं यदि इति एव पदम् अस्ति चेत् तत्र इकारस्य यकारः न भवति. यदि परवर्णः अच्वर्णः अस्ति साक्षात् अनन्तरम् इत्युक्ते इकारस्य मध्ये यकारः अस्ति तदनन्तरम् अकारः अस्ति चेत् तथा तत्र यण् सन्धिः न भवति. इक् वर्णस्य अनन्तरं साक्षात् अनन्तरम् अच्वर्णः भवेत्. अस्तु समीचीनं. तर्हि अग्रे अत्र सुमन् भगिनी पठतु. भगिनी एकः प्रश्नः मम प्रश्नः पृच्छतु. प्रथमाविभक्ते आदेशः आगमा वा नामकरणम् इति उक्तं. नामकरणम् इत्युक्ते किं? नामकरणम् इत्युक्ते भवत्याः नाम किम्? मम नाम लता. भवत्याः नाम लता. एवमेव सूत्रेषु कस्यचित् पदस्य किमपि नामकरणं भवति तादृशनामकरणम् अग्रे गत्वा पठामः. अत्र कस्यचित् वर्णस्य अत्र घूसंज्ञा भवति अथवा घीसंज्ञा भवति अथवा तत्र किमपि संज्ञा भवति सूत्रेषु तस्य नामकरणम् इति उच्यते. ओके अस्तु धन्यवादः. भगिनी प्रश्न भगिनी सप्तमी इत्युक्ते पूर्वकार्यं किन्तु सर्वदा सप्तमी संहितायाम् अस्ति चेत् एव पूर्वकार्यं मम तथा नास्ति. तथा नास्ति भगिनि. संहिता अस्ति चेदेव पूर्वकार्यं नास्ति इति केवलम् अत्र अष्टाध्यायं केवलं सन्धिकार्यम् एव अस्ति इति नास्ति खलु. अत्र भिन्नभिन्नकार्याणि भवन्ति. अत्र अष्टाध्यायं भिन्नभिन्नकार्याणि भवन्ति. अत्र पदस्य निर्माणार्थम् इदानीम् अत्र गच्छति इति पदम् अस्ति खलु. गच्छति इति पदस्य निर्माणार्थं तत्र केवलं सन्धिकार्यम् इति एव नास्ति. तत्र भिन्नभिन्नानि कार्याणि भवन्ति अङ्गकार्याणि भवन्ति. अतः सर्वत्र सप्तमीविभक्तिः इत्युक्ते सामान्यतया पूर्वकार्यम्. किमपि पूर्व अस्ति समीचीनम्. मन्ये हा वदतु. प्रथमाविभक्ति अर्थात् आदेशः आगमः नामकरणं साधु किन्तु लोपः तत्र नास्ति वा? लोपः अपि अस्ति महोदय. लोपः अपि लोपः एकविध आदेशः अस्ति. लोपादेशः लोपादेश लोपादेश अर्थात् प्रथमाविभक्ति विभक्ति अर्थात् तस्य अर्थः आदेशः आगमः नामकरणं लोपः अपि अस्ति. अत्र लोपः अपि अस्ति समीचीनं. सम्यक् धन्यवादः. अस्तु सुमन् भगिनि पठतु. आदेशः न अत्र षष्टिविभक्तिः स्थाने. अस्तु षष्टिविभक्तिः स्थाने सूत्रे यस्य वर्णस्य प्रत्याहारस्य षष्टिविभक्ति विभक्तिः भवति सः हानि भवति इत्युक्तः तस्य स्थाने अन्यः वर्णः आयाति कः वर्णः आयाति तस्य स्थाने तस्मिन्नेव सूत्रे यः वर्णः प्रत्याहारः प्रथमविभक्त्यन्तः सः अग्रे पठामि वा पठतु पठतु अग्रे पठतु अस्तु उदाहरणार्थम् इको यणचि इकः स्थाने यन् आदेशः भवति इकः षष्ट्यन्तं यन् प्रथमान्तम् इकः यन् अचि संहितायाम् वदामि वा वदतु वदतु भगिनी अस्तु षष्टिविभक्ति सूत्रे षष्टिविभक्तिः अस्ति चेत् तस्य अर्थं भवति स्थाने न तु सम्बन्धं दर्शयति स्थाने इति सूचयति इत्युक्ते यत् यः वर्णः षष्टि विभक्त्या विभक्त्यन्तम् अस्ति तस्य स्थाने अन्यवर्णः आगच्छति इदानीं प्रश्नः उदेति कः वर्णः तस्य स्थाने आगच्छति यः वर्णः प्रथमान्तम् अस्ति नो चेत् प्रथमविभक्त्याम् अस्ति सः वर्णः षष्टि विभक्त्यान्तं वर्णस्य स्थाने आगच्छति इदानीम् उदाहरणम् अस्ति इको यणचि इत्युक्ते इदानीं वयं जानीमः इक् प्रातिपदिकस्य षष्टिविभक्तिः अस्ति इकः इत्युक्ते इक् वर्णस्य स्थाने यत् किमपि प्रथमान्तम् अस्ति तत् आगच्छति कः वर्णः प्रथमान्तम् अस्ति इदानीं तु यन् प्रत्याहारस्य प्रथमान्तम् अस्ति इत्युक्ते इक् प्रत्याहारस्य वर्णः अस्ति चेत् अनन्तरम् अच् वर्णः अस्ति अचि परे तदा यन् प्रत्याहारस्य वर्णः इक् प्रत्याहारस्य वर्णस्य स्थाने आगच्छति समीचीनं भगिनि सम्यक् अस्ति अत्र कोऽपि प्रश्नः वा षष्टिविभक्तिः इत्युक्ते स्थाने भगिनी अत्र इन् दिस् एक्स्प्लेनेशन् वर्णस्य मूलस्थानम् अपि कारणम् इति न उक्तं किल वर्णस्य किं वर्णस्य मूलस्थानं सिमिलर् they have to be similar they have not mentioned it here no ha ha like, tat tasmin vishe na uktam ha tasmin vishe na uktam agre gatva because you told us we have now understood e is talavya so n is talavya otherwise we wouldn't know whether e should be replaced by va or why not that doubt arises maybe it can also be included here it will be very useful na atra idanimeva atra prarambhika karapatram asti kalu atra hal sandhi iti ekah vishayah asti tatra itopi vivaranam asti okay atra prarambhika kara asmakam lakshyam kim atra asmakam lakshyam asti sutram katam pataniyam iti eva lakshyam atah adika vivaranam na dattam ha agre gatva ha agre gatva purna ritya patishyamah ha astu thank you समीचीनः प्रश्नः भगिनि समीचीनः प्रश्नः परन्तु अहं वदामि एतादृशविवरणम् अग्रे गत्वा यतोहि प्रारम्भिककरपत्रम् अस्ति इति कृत्वा अधिकविवरणं नास्ति यतोहि केषाञ्चन जनान् तत्र भ्रमः अपि भवितुम् अर्हति खलु अतः एव अत्र अधिकविवरणं नास्ति परन्तु अग्रे गत्वा पठामः धन्यवादः भगिनी बहु उपयुक्तकरम् अस्तु, समीचीनम्. अस्तु, अग्रे शेखर् महोदय पठति वा? अधुना किमस्ति प्रथमाविभक्तिः किल? प्रथमाविभक्तिः आदेशः आगमः नामकरणं. सूत्रे यस्य वर्णस्य प्रथमाविभक्तिः भवति सः आयाति षष्टिविभक्त्यन्त वर्णस्य स्थाने. तत्र प्रथमाविभक्ति अन्तस्य वर्णस्य नाम आदेशः. सूत्रे तादृशः षष्टिविभक्त्यन्तः वर्णो नास्ति चेत् तर्हि सः प्रथमाविभक्त्यन्तं वर्णः आयाति, किन्तु अपरस्य वर्णे स्थाने इति न. अतः तस्य नाम आगमः. अन्यत्र प्रथमाविभक्तिः नामकरणं, नामकरणस्य सूचिका. तु अत्र एवं दत्तमस्ति, प्रथमाविभक्तिः नाम आदेशः आगमः उत नामकरणम्. आदेशः कदा भवति नाम षष्टिविभक्त्या निर्दिष्टस्य स्थाने एव आदेशः भवति. तादृशं किमपि नास्ति चेत् नामकरणम् इति उच्यते. तावदेव इति मन्ये किल? आगमस्य अस्तु अस्तु, आगमस्य विषये नाम अत्र यदि अपरस्य वर्णे स्थाने भवति तर्हि न अपरस्य अपरस्य वर्णस्य स्थाने कदापि न भवति. आगमः नाम साक्षात् वर्णस्य परम् आयाति. कस्यापि वर्णस्य परं यदि प्रथमाविभक्त्या निर्दिष्टं वर्णः यदि अपरस्य स्थानस्य परे आयाति तर्हि सः आगमः इति उच्यते. परे वा पूर्वं वा? परे एव. पूर्वमपि भवितुमर्हति. आगमः पूर्वमपि भवितुमर्हति, परमपि भवितुमर्हति. अपरस्य वर्णस्य स्थाने नास्ति परन्तु पूर्वं वा परं वा भवति, तादृशः आगमः इति उच्यते. अन्यत्र कुत्रचित् स्थाने अपि नास्ति, आदेशः अपि नास्ति, आगमः अपि नास्ति, तत्र नामकरणम् इति सूचिका. अस्तु, समीचीनं. कोऽपि प्रश्नः वा एतावता? षष्टिविभक्तिः इति स्पष्टमस्ति खलु, प्रथमाविभक्तिः अपि स्पष्टं खलु? भगिनि, भगिनि अत्र षष्टिविभक्ति अस्ति चेत् इति प्रथमाविभक्ति आदेशः इति रूपं भवति, षष्टिविभक्ति इति नास्ति चेत् प्रथमाविभक्ति आगम इति रूपं भवति. सत्यं, परन्तु त्रीणि रूपाणि कथं भवति? नामकरणं षष्टिविभक्ति अस्ति नास्ति, थर्ड् रूपं कथम् अस्ति? नामकरणम् इत्युक्ते तत्र यत्र संज्ञासूत्रम् अस्ति, सूत्रं दृष्ट्वा एव वयम् अवगन्तुं शक्नुमः अत्र कस्मिन् अध्याये अस्ति इति. सामान्यतया प्रथमाध्याये सूत्राणि सन्ति चेत् सामान्यतया सूत्राणि संज्ञासूत्राणि इत्युक्ते नामकरणसूत्राणि, तत्र प्रथमाविभक्तिः इत्युक्ते नामकरणम् इति अवगन्तुं शक्यते. हा, यत्र यत्र कार्यमस्ति, किमपि कार्यमस्ति, विधिकार्यम् अस्ति, तत्र षष्टिविभक्तिः अस्ति अपि च प्रथमाविभक्तिः अस्ति चेत् तत्र आदेशः इति अवगन्तुं शक्यते. परन्तु कुत्रचित् षष्टिविभक्तिः अपि अस्ति, प्रथमा अपि अस्ति, तत्र आगमः अपि भवितुमर्हति, अतः व्याख्यानं दृष्ट्वा अवगन्तुं शक्यते. भगिनी, अत्र इको एनसि मध्ये षष्टिविभक्ति अस्ति सूत्रे, षष्टिविभक्ति नास्ति इति एकम् उदाहरणं ददाति. किं षष्टिविभक्तिः नास्ति परन्तु आदेशः अस्ति इति वा? हा, एकसूत्रम् उदाहरणं ददातु कृपया. तादृशं नास्ति भगिनी, यत्र यत्र आदेशः अस्ति तत्र षष्टिविभक्तिः भवति एव. ओके, अत्र प्रथमाविभक्त्यन्तः वर्णः आयाति, किन्तु प्रथमागमस्य विषये वा? हा, अपठत् अग्रे अग्रे अग्रे इदानीम् अग्रे आयास्यति तत्र. हा, यथा भगिनी उक्तवती अपठत् इति, तत्र आगमः अस्ति. अग्रे सूत्रमस्ति खलु लुङ् लङ् रिङ् ष्वडुदात्तः इति सूत्रमस्ति. तत्र अट् इति आगमः अस्ति, तत्र अङ्गस्य अट् आगमः अस्ति. तत्र आगमः कथं ज्ञायते आगमः इति चेत् तत्र इतोपि विवरणम् आवश्यकम्. अग्रिमसप्ताहे अहं वदिष्यामि अत्र आगमः इति कथं ज्ञायते. षष्ठी षष्ट्यन्तपदम् अङ्गस्य इति अस्ति, तर्हि आगमः कथम् इति चेत् तत्र इतोपि यतोहि तत्र अकारस्य अनन्तरं टकारः अस्ति खलु, टकारः अट् इति अस्ति. तत्र टकारः सूचयति, तत्र आगमः इति सूचयति. यत्र पदस्य अन्ते टकारः अथवा ककारः तित् अथवा कित् इति अस्ति चेत् तत्र आगमः इति उच्यते. प्रत्याहारः न अट् इति, तत्र आगमः अस्ति. थेङ्क् यू भगिनि. भगिनी एकः प्रश्नः अस्ति, पृच्छतु. नामकरणस्यार्थं किं कार्यं भवति भगिनि? हा, इदानीम् अत्र पश्यति चेत् सुप्तिङन्तं पदम् इति एकं सूत्रमस्ति अग्रे. सुप्तिङन्तं पदम् इत्युक्ते यस्य अन्ते सुप् इति प्रत्ययः अस्ति. रामः इति वदामः खलु, रामः, तत्र राम इति प्रातिपदिकात् सु इति प्रत्ययः भवति. सु इति प्रत्ययः विधीयते, तर्हि तत्र सु इति प्रत्ययः अन्ते अस्ति, अतः रामः इति शब्दः. रामः इति पदं सुबन्तं पदमस्ति, सुबन्तं पदमस्ति, तर्हि तत्र तस्य पदसंज्ञा भवति. तत्र संस्कृतभाषायां सुबन्तं पदम् अस्ति, तिङन्तं, तिङन्तम् इत्युक्ते क्रियापदं, पठति इति पदं, पठति तिङ् प्रत्ययः. नामपदानि अपि च क्रियापदानि, तेषां पदसंज्ञा अस्ति, तर्हि पदम् इति संज्ञा, तर्हि तत्र नामकरणं सुप्तिङन्तं पदम् इति पदम् इति नामकरणम् अस्ति. तत्र पदमिति पदं तत्र प्रथमविभक्तमेव अस्ति, तथापि तत्र आदेशः नास्ति, आगमः नास्ति, परन्तु तत्र नामकरणम् अस्ति. अस्तु भगिनि, अस्तु, तर्हि अत्र स्थगयामः, अत्र स्थगयामः, समयः जातः. कोऽपि प्रश्नः वा? अस्तु, सर्वे कृपया गृहपाठरूपेण पुनः चिन्तयन्तु एतस्मिन् विषये. अत्र इकोयणचि इति सूत्रं पुनः पठित्वा अवगच्छन्तु. अस्तु, अस्तु भगिनि, अस्तु भगिनि, धन्यवादः, धन्यवादः, नमस्कारः, धन्यवादः, नमस्कारः भगिनि, नमस्कारः भगिनि, नमस्कारः, धन्यवादः, थेङ्क् यू, नमस्ते, हा, धन्यवादः.